गुरुब्रह्मा गुरुविष्णुगुरुदेवमहेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र परत्वम् अपरत्वं परत्व अपरत्वयोः लक्षणवाक्यम् अस्माभिः तत्र गतवर्गे दृष्टमेव किन्तु पुनः एकवारं तत्र सम्यक् रीत्या सर्वे तत्र वदन्तु इति कृत्वा पुनः तत् तस्मिन् सः विषय एकवारं तत्र तस्मिन् विषये चर्चा भवेत् तदनन्तरम् अग्रे तत्र नूतनगुणः आगच्छति. भृणालिनी भगिनी नमस्कारः. नमस्कारः. नमस्कारः. अस्तु तत्र गतवर्गे वयं तत्र वाक्यं तत्र लक्षणवाक्यं पठितवन्तः परत्वम् अपरत्वम् इति. तत्र कालिकपरत्वम् अपरत्वं नाम तत्र ज्येष्ठः कनिष्ठः इति नाम ज्येष्ठः इति कथं मापनं कुर्मः वयं कोऽपि वदति वा तत्र शोभा भगिनी तत्र मापनं कथं कुर्मः कालिकपरत्वं कथा वदामः तत्र कस्य आधारेण कालिक आं महोदय तत्र कालिक आधारेण तत्र रविक्रियाः इति दृष्टवन्तः रविक्रियाः ज्येष्ठे अधिकाः रविक्रियाः सन्ति यतोहि कनिष्ठे ये एताः रविक्रियाः यथा तथा रामे सन्ति ते तु तस्मिन् लक्ष्मणे भवितुं न अर्हन्ति अतः सर्वाः क्रियाः न भवितुं सर्वाः क्रियाः न आमां लक्ष्मणे न वर्तन्ते इति कृत्वा सः कनिष्ठः अपि च रामः ज्येष्ठः इति दृष्टवन्तः. समीचीनं भगिनि. हा अतः तत्र अस्माकं मापनं यन्त्रमस्ति रविक्रिया इति. रविक्रियायाः आधारेण वयं तत्र परः परत्वम् अपरत्वम् इति दृष्टवन्तः निरूपितवन्तः. उत्तमं. अतः तत्र परत्वम् अपरत्वम् इति तत्र गुणाः सन्ति इति जानीमः. इदानीं तत्र तत्र गुणस्य लक्षणं किम् इति तत्र वाक्ये तत्र वाक्यं वयं दृष्टवन्तः. तत्र एतद् दीर्घवाक्यमेव अस्ति किन्तु तत्र परिचितं वाक्यमेव तत्र किमपि नास्ति. किन्तु अत्र गतवर्गे वयं दृष्टवन्तः तत्र नाम मध्ये ज्ञानम् इति आगच्छति अतः तत्र नाम परत्व अपरत्वम् इति तत्र शब्दप्रयोगं प्रति शब्द तत्र ज्ञानजनकशब्दप्रयोगं प्रति कारणं परत्वम् अस्ति इति कृत्वा तत्र ज्ञानमिति तत्र लक्षणवाक्ये आगच्छति. तत्र लक्षणवाक्ये ज्ञानमिति अस्ति तस्मात् प्राक् निरूपकम् इति अस्ति तस्मात् प्राक् निरूपिता इति अस्ति. अतः तस्य केवलं पुनस्मरणं कुर्मः नाम तत्र यदा कदा ज्ञानं भवति नाम अयं घटः इति ज्ञानं भवति तत्र वयं वदामः घटविषयकज्ञानम् अथवा घटनिष्ठविषयतानिरूपकं ज्ञानम् अथवा विषयतानिरूपकं ज्ञानम् ज्ञानं विषयतां निरूपयति अतः ज्ञानं निरूपकमस्ति. कस्याः निरूपकं विषयतायाः निरूपकं विषयताः निरूपकं ज्ञानम् अतः विषयतानिरूपकं ज्ञानम् इति अस्ति. अत्रापि तत्र तत्र विषयता इति तत्र विषयतायाः त्रैविध्यम् अस्ति. तत्र मृणलीपन्नि वदति वा त्रैविध्यं विषयतायाः विषयतायाः प्रकारता संसर्गता तथा विशेष्यता. विशेष्यता उत्तमं. हा तर्हि इदानीं तत्र विषयता निरूपकं ज्ञानम् इति तस्य एक उदाहरणमस्ति, तत्र प्रकारता विषयता प्रकारता अस्ति चेत् तत्र किं भवति विषयता निरूपकं ज्ञानम् इति स्थाने किं भवति प्रकारता प्रकारता निरूपकं निरूपकं ज्ञानं ज्ञानं हा अथवा विशेषता अस्ति चेत् विशेषता निरूपकं ज्ञानं विशेषता निरूपकं ज्ञानं प्रकारता निरूपकं ज्ञानम् अथवा विशेषता निरूपकं ज्ञानम्. उदाहरणानि विषयता निरूपकं ज्ञानम् इत्यस्य समीचीनं खलु. हा इदानीं तत्र यत्र प्रकारता अस्ति इति शृण्मः तत्र इच्छा भवति खलु, आकाङ्क्षा अस्ति, नाम प्रकारता अस्ति चेत् अन्या का भवेत्? का भवेत्? हा विशेषता भवेत्. विशेष्यता शृण्मश्चेत् ओ प्रकारता इति भवेत् अपि. अतः विशेष्यता प्रकारता तयोः मध्ये निरूप्य निरूपकभावः अस्ति. विशेष्यता प्रकारतां निरूपयति अथवा प्रकारता विशेष्यतया निरूपिता अस्ति, तथैव प्रकारतया विशेष्यता अपि निरूपिता अस्ति. विशेष्यता प्रकारतां निरूपयति, प्रकारता विशेष्यतया निरूपिता अस्ति, तथैव विपरीततया अपि तथैव भवति. हा अतः तत्र हा तत्र उषा भगिनी इदानीं तत्र यदि एतादृशं गच्छामः इदानीम् अंशत्रयं विशेष्यता प्रकारता ज्ञानं तावत्पर्यन्तं लघुवाक्यं किं भवति? विशेष्यता निरूपित प्रकारता निरूपकं अतः तत्र उत्तमं भगिनि. तर्हि ज्ञानं कीदृशम् इत्युक्ते प्रकारतां निरूपकं, प्रकारतायाः निरूपकम् अस्ति ज्ञानं. पुनः प्रकारता कीदृशी इत्युक्ते एषा प्रकारता विशेष्यतया निरूपिता अस्ति. अतः विशेष्यता निरूपिता प्रकारता निरूपकं ज्ञानं. विपरीतरीत्या प्रकारतायाः प्रकारता निरूपित विशेष्यता निरूपकं ज्ञानं ज्ञानम् इति अस्ति. तदेव अत्र अस्तु, तत्र वाक्ये ज्ञानम् इति अस्ति, तस्मात् प्राक् निरूपकम् इति अस्ति, मध्ये निरूपिता इति अस्ति, तत्र प्रकारता निरूपकं निरूपिता विशेष्यता. तर्हि तत्र इदानीं प्रश्नः एतदस्ति चेत् कस्यां दिशि गच्छामः, अस्यां दिशि वा अस्यां दिशि वा इति प्रश्नः. प्रथमं वा द्वितीयं वा? अनन्तरं प्रकारता निरूपकं भगिनी भवती वदति प्रथमम् इति खलु. अस्तु शोभा भगिनी विशेष्यतः निरूपित प्रकारता निरूपकं प्रथम. शोभा भगिनी किं वदति प्रथमं वा द्वितीयं वा अस्मिन् वाक्ये? विशेष्यता निरूपित प्रकारता निरूपकं ज्ञानम् इति एव भवति इति चिन्तयामि महोदय. प्रथमम् अस्तु उत्तमं. नीता भगिनी किं चिन्तनं? तथैव विशेष्यता निरूपिता प्रकारता प्रकारतायाः निरूपकं ज्ञानम् इत्युक्ते विशेष्यता निरूपितप्रकारता निरूपकं ज्ञानम् इति. तर्हि प्रथमं प्रथमम् अस्तु. मृणालिनी भगिनी? आम् आचार्य प्रथममेव. प्रथममेव अस्तु. चन्द्रमती भगिनी? प्रथममेव अस्तु. उत्तमम् अस्तु. उत्तमम् अस्तु. तर्हि तत्र एतद् लघुवाक्यं जानीमश्चेत् तदनन्तरं किमपि नास्ति अग्रे. नाम तत्र वयं जानीमः तत्र विशेष्यता सर्वे उक्तवन्तः अस्यां दिशि एव इति. अतः तत्र किमपि नास्ति. विशेष्यता निरूपितप्रकारता निरूपकं ज्ञानं. तदनन्तरम् इदानीम् एतत् सर्वं योजनीयं तत्र. हा तत्र इदानीं तत्र एषः भागः मास्तु, नाम परत्वम् अपरत्वम् एतत् सर्वं मास्तु, केवलं विशेषता प्रकारता इति, तथा अग्रे गच्छामः. तर्हि तत्र उषा भगिनी एकवारं वदति वा तत्र वाक्यं विशेषता निरूपिता इति. विशेषता निरूपितप्रकारता निरूपकं ज्ञानं, ज्ञाननिष्ठकार्यता निरूपित कारणतया आश्रयशब्दप्रयोगः, शब्दप्रयोगनिष्ठकार्यता निरूपित कारणता आश्रयत्वं परत्वं, तदेव लक्ष्यं परत्वम्. परत्वम् आश्रयत्वम् एव परत्वस्य लक्षणम्. नाम कारणतायाः आश्रयः परत्वम् अस्ति, कारणता परत्वे अस्ति, अतः कारणतायाः आश्रयः परत्वं परत्वे, अतः आश्रयः परत्वम् इति कृत्वा आश्रयत्वं परत्वे अस्ति खलु. कारणतायाः आश्रयत्वं परत्वे परत्वे अस्ति. परत्वम् इति लक्ष्यं, लक्ष्ये लक्षणं भवेत्. यथा गन्धः पृथिव्याम् अस्ति, अतः पृथ्वी इति लक्ष्यम् अस्ति चेत् गन्धः एव लक्षणं, नाम यत्र गन्धः अस्ति तत्र पृथ्वी अस्ति इति जानीमः. अत एव आश्रयत्वं कारणतायाः आश्रयत्वं यत्र अस्ति तत्तद् परत्वम् अस्ति, परत्वम् अस्ति. एतादृशम् आश्रयत्वं परत्वे सर्वत्र वर्तते, परत्वं विहाय अन्यत्र न भवति इति. अतः आश्रयत्वमेव परत्वस्य लक्षणम्, अतः लक्षणं लक्ष्ये अस्ति. एतद् एषः भागः वयं बहुवारं कृतवन्तः, नाम तत्र ज्ञानजनकशब्दप्रयोगः, व्यापारः, व्यवहारः, व्यवहारः इति व्यवहारः इति, हा व्यवहारः इति नाम अत्र केवलं कार्यकारणं, तत्र परत्वं शब्दप्रयोगं प्रति कारणं, शब्दप्रयोगं ज्ञानं प्रति कारणं, पुनः ज्ञानं कीदृशम् इत्युक्ते ज्ञानं प्रकारतां निरूपयति, प्रकारता विशेष्यतया अपि निरूपिता अस्ति इति एव इति अस्ति. अस्तु, तर्हि इदानीं तत्र चैत्र इति स्वीकृत्य इदानीं सर्वं सर्वं वक्तव्यमस्ति. तर्हि तत्र हा नीता भगिनी इदानीं तत्र इदानीं सर्वं वक्तव्यं तत्र तत्र चैत्रनिष्ठा इति आरभ्य विशेषता अवच्छिन्ना, प्रकारता अवच्छिन्ना इति तत्र पुस्तके अस्ति वाक्यं, तत्र आवश्यकं चेत् किञ्चित् अधुनतो भागे करोमि. अस्तु, अधुना चैत्रे विशेषता अस्ति, तत् चैत्र विशेषता अवच्छिन्न, चैत्र चैत्रत्व चैत्रे चैत्रत्वमपि अस्ति, चैत्रे विशेषता अपि अस्ति, तत् चैत्रत्वावच्छिन्न इति विशेषता अस्ति, चैत्रत्वा अवच्छिन्न विशेष्यता, विशेषता निरूपिता, विशेषता निरूपिता प्रकारता, एवं खलु न? सत्यं सत्यं तथैव योग्यं न? विशेषता निरूपिता प्रकारता प्रकारता निरूपक, किन्तु सा प्रकार इदानीं विशेष्यता नाम चैत्रनिष्ठ चैत्रत्वावच्छिन्न विशेष्यता प्रकार निरूपिता इति एकं विशेषणम् अस्ति प्रकारतायाः, एकं प्रकारताया निरूप विशेषणस्य परत्व परत्वनिष्ठ इति परत्वम् अवच्छिन्न प्रकारता परत्वत्वम् परत्वत्वावच्छिन्न परत्वत्वावच्छिन्न प्रकारता परत्वावच्छिन्न परत्वनिष्ठ प्रकारता अथवा परत्वावच्छिन्न प्रकारता इदानीं निरूपकं प्रकारता निरूपकं ज्ञानम् अधुना कार्यता ज्ञाने अस्ति अतः ज्ञाननिष्ठ कार्यता निरूपिता कारणता तत्र द्वयोर्मध्ये निरूप्य निरूपकभावः निष्ठ कारणता कीदृशी शब्दप्रयोग शब्दप्रयोगनिष्ठ कारणता शब्दप्रयोग शब्दप्रयोगनिष्ठ कारणता इति अधोगमने नाम उपरि गमने तत्र चैत्रे विशेषता अस्ति इति कृत्वा उपरि गमने निष्ठा हा अधुना अधोगमने कारणतायाः आश्रयः शब्दप्रयोग शब्दप्रयोगनिष्ठ कार्यता कार्यता निरूपिता कारणतायाः आश्रयत्वं परत्वे अस्ति कारणतायाः परत्वम् इति उत्तमम् अस्तु इदानीं शोभा भगिनी इदानीं तत्र एतदेव किन्तु मैत्रः अपि अपरत्वम् इति उपयुज्य अस्तु महोदय तर्हि तत्र चैत्रनिष्ठाने न न इदानीं मैत्रः मैत्र क्षमतां मैत्रः अपि सर्वत्र अपरत्वम् इति अपरत्वम् इति अस्तु अपर मैत्रनिष्ठ मैत्रत्वं मैत्रत्वावच्छिन्न विशेष्यता निरूपिता अपरत्वनिष्ठा अपरत्वावच्छिन्नप्रकारता निरूपकं ज्ञानम् ज्ञाननिष्ठा कार्यता निरूपिता कारणताश्रयः शब्दप्रयोगः शब्दप्रयोग निष्ठकार्यता निरूपिता कारणतायाः आश्रयत्वम् अपरत्वम् अपरत्वम् उत्तमं हा उत्तमं भगिनि अस्तु हा इदानीं तत्र हा इदानीं मृणालिनी भगिनि तत्र इदानीं तत्र अन्यत् करोतु इदानीं तत्र यतोहि अत्र उक्तं तत्र कालकृत् परत्व अपरत्वयोः लक्षणे अपि इत्थमेव चिन्त्ये इति तर्हि एतत् सर्वं चैत्रः मैत्रः आसीत् उदाहरणं धिक्कृतपरत्वं नाम चैत्रः दूरे अस्ति मैत्रः समीपे अस्ति अतः मैत्रः अपरः चैत्रः परः इति आसीत् खलु किन्तु इदानीं रामः ज्येष्ठः लक्ष्मणः कनिष्ठः अतः रामः परः लक्ष्मणः अपरः कालिकपरत्वं कालिक अपरत्वम् इति अतः रामः एतदेव चित्रं तु समानमेव केवलं चैत्रः इति स्थाने रामः इति योजयित्वा वदतु भगिनि तत्र रामः कुत्र रामः इदानीं कालिक कालिक किल आम् रामः इति हा रामः परः इति परः तर्हि रामे रामत्वमस्ति रामे विशेष्यता अपि वर्तते तर्हि रामनिष्ठ रामत्वावच्छिन्नविशेष्यता तया विशेष्यता निरूपितप्रकारता एषा प्रकारता परत्वावच्छिन्ना वर्तते तर्हि परत्वत्वावच्छिन्नप्रकारता निरूपकं ज्ञानं ज्ञाननिष्ठकार्यता निरूपितकारणताश्रयशब्दप्रयोग निष्ठकार्यता निरूपितकारणता आश्रयत्वं परत्वं परत्वं समीचीनम् अथवा परत्वस्य लक्षणम् आश्रयत्वमेव परत्वस्य लक्षणम् उत्तमं भगिनि हा अस्तु इदानीं चन्द्रमती भगिनी इदानीं तत्र रामः इति स्थाने इदानीं लक्ष्मणः तत्र मैत्रः यत्र आसीत् तत्र लक्ष्मणः अपरत्वं सर्वत्र राम लक्ष्मण निष्ठ लक्ष्मणत्व लक्ष्मणत्व अवच्छिन्न विशेष्यता निरूपिता प्रकारता अपरत्व निष्ठ अपरत्व अपरत्वावच्छिन्न प्रकारदा निरूपकं ज्ञानम् ज्ञाननिष्ठ कार्यदा निरूपितकारणदा आश्रयः शब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यता निरूपितकारणतायाः आश्रयत्वम् अपरत्वं हा उत्तमं भगिनि अस्तु अतः सर्वे सर्वाः सिद्धाः सन्ति अस्तु तर्हि एतादृशं वाक्यं सर्वे रचयितुं शक्नुवन्ति अस्तु अतः तत्र नूतनविषय केवलं तत्र यत्र निरूपितं विशेष्यता निरूपितप्रकारता निरूपकं तदनन्तरं यदस्ति एतत् बहुवारं वयं दृष्टवन्तः अतः तत्र परत्वम् अपरत्वम् इति विषयः समाप्तः इदानीम् एतावत् कोऽपि प्रश्नः वा इदानीम् अग्रे तर्हि गन्तुं शक्नुमः अस्तु इदानीं तत्र गुरुत्वम् इति अस्तु तर्हि अग्रे सरामः तर्हि तत्र हा शोभा भगिनी अग्रे पठति वा आं महोदय गुरुत्वम् इति विषयः इदानीं तत्र गुरुत्वलक्षणे पतनपदार्थः इति क्रमप्राप्तं गुरुत्वं निरूपयति आद्यपतनासमवायिकारणं गुरुत्वम् असमवायिकारणम् आद्यपतना अस्तु छेदं कृत्वा वदामि आद्यपतन असमवायीकारणं गुरुत्वं पृथ्वी जलवृत्ति इति पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति अत एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते अस्य असमवायीकारणं गुरुत्वं तत्र एतत् उदाहरणं कन्दुकः कश्चित् स्वीकृतः उत्क्षिप्तः च उपरि गमने आदौ तस्य वेगः अधिकः भवति शनैः शनैः उपरतवेगः क्वचित् अन्तराले निश्चलो भवति ततः तस्य अधोदेशसंयोगजनिका क्रिया पतनम् आरभ्यते अग्रे पठनीयं वा अथवा इदानीं तत्र गुरुत्वलक्षणे पतनपदार्थः इति विषयः तत्र गुरुत्वं निरूपयति एतत् वाक्यम् आद्यतन असमवायिकारणं गुरुत्वम् क्षम्यताम् आद्यपतन असमवायिकारणं गुरुत्वम् इति तत्र पतनम् इति एका क्रिया अस्ति इति जानीमः येन तत्र यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधोदेशः हा तत्र द्रव्यम् इत्युक्ते तत्र कन्दुकः इति स्वीकुर्मः यद्देशे कन्दुकं कस्मिन्नपि देशे कन्दुकं वर्तते तस्मात् अधोभागे तेन सह द्रव्यस्य संयोगः भवति क्षम्यतां यतोहि तत्र क्रिया अस्ति इत्यतः तत्र इदानीं कन्दुकः उपरि क्षिप्तः भवति तदा तस्य गमनं उपरि अस्तु एकमेकं वाक्यं तदपेक्षया तत्र इदानीं तत्र कन्दुकः वर्तते भगिनी तत्र आरम्भतः क्रमप्राप्तम् इति ततः आरभ्य क्रमप्राप्तम् इति गुरुत्वं निरूपयति इति अस्तु क्रमप्राप्तं गुरुत्वम् इति क्रमप्राप्तम् इत्युक्ते तत्र गुरुत्वम् इति ग्राविटि इति भवति क्रमप्राप्तम् इति तत्र विशेषणं भवति तर्हि तत्र कीदृशी क्रमः क्रमगुरुत्वम् इति कीदृशपदार्थः द्रव्यं वा किम् अस्ति इदानीं नाम गुरुत्वं तत्र गुणः भवेत् गुणः उत्तमं गुरुत्वम् इति गुणः आम् गुणः नाम परत्वम् अपरत्वम् इदानीं चिन्तितवन्तः तस्य अग्रे अस्ति गुरुत्वं नाम क्रमप्राप्तं नाम वयं गुणानां तत्र आवलिः अस्ति खलु नाम रूपरसगन्धस्पर्शसङ्ख्या इति पेज् 7 मध्ये अस्ति सप्तमे पुटे अस्ति तत्र परत्वम् अपरत्वं तस्य अनन्तरं गुरुत्वम् इति एव अस्ति अतः क्रमेण वयं गच्छामः अग्रे तर्हि क्रमप्राप्तं गुरुत्वम् इदानीं गुरुत्वम् ओ अस्तु तादृशः क्रमः तत्र तावदेव नाम गुणानाम् आवलिः या अस्ति याम् आवल्यां तत्र गुरुत्वम् अग्रिमम् अस्ति तावदेव अस्तु तदनन्तरं वाक्यमस्ति आद्यपतन असमवायि आद्यपतन असमवायि कारणं गुरुत्वम् इति तत्र गुरुत्वं तर्हि किमस्ति आद्यपतन असमवायि कारणम् इदानीम् आद्यपतनस्य असमवायि कारणम् अस्ति तत्र असमवायि कारणम् इत्युक्ते किम् इति अग्रे गच्छा पश्यामः किन्तु असमवायिकारणमस्ति तत्र कारणानि कीदृशानि असमवायिकारणम् इति अस्ति समवायिकारणमस्ति समवायिकारणमस्ति असमवायिकारणमस्ति अपि च तत्र असमवायिकारणे द्विविधा अस्ति उत्तमम् अपि तदनन्तरमस्ति अन्यानि सर्वाणि कारणानि निमित्तकारणानि अस्तु निमित्तकारणानि अपि तत्र कस्य समवायीकरणं भवति तत्र गुणः द्रव्ये वर्तते तस्य समवायीकरणं भवति गुणसम्बन्धेन द्रव्ये वर्तते समवायीकरणं सर्वदा तत्र किम् अस्ति तत्र द्रव्यमेव समवायीकरणं द्रव्यमेव अतः गुणस्य वा क्रियायाः समवायिकारणं भवितुमर्हति अथवा द्रव्यस्य अपि समवायिकारणं भवितुमर्हति किन्तु अभावस्य समवायिकारणम् इति न वक्तुं शक्नुमः यतोहि अभावः समवायेन तत्र द्रव्ये न तिष्ठति अस्तु अतः गुरुत्वम् इति पतनस्य समवायिकारणम् अस्ति गुरुत्वं तु समवायिकारणं न भवितुम् अर्हति यतोहि गुरुत्वं द्रव्यं नास्ति कारणमस्ति चेत् असमवायिकारणम् अथवा निमित्तकारणमेव भवेत् अतः यतोहि द्रव्यं गुणः अस्ति इति कृत्वा असमवायिकारणं निमित्तकारणमेव भवितुम् अर्हति अत्र असमवायिकारणम् इति उक्तम् अपि गुरुत्वं कुत्र वर्तते गुरुत्वं द्रव्ये वर्तते गुणः अस्ति इति कृत्वा द्रव्ये एव वर्तते समीचीनं अग्रे किम् उक्तं तर्हि तत्र पतनं च अत्र तस्मिन् वाक्ये आद्यपतन असमवायिकारणं गुरुत्वं तदनन्तरं पृथ्वी जलवृत्ति इति वा किम् अस्ति तस्य अर्थः पृथ्वी जलवृत्ति पृथ्वी अपि जलयोः वृत्तिः इति भवति वृत्ति नाम वर्तते इति सामान्य अर्थः तर्हि पृथ्वी अपि जले पृथिव्यां वर्तते गुरुत्वं जले अपि वर्तते गुरुत्वम् जले अपि वर्तते गुरुत्वम् अन्यत्र न वर्तते पृथ्वीजलवृत्तिः नाम अत्र एव वर्तते गुरुत्वं पृथिव्यां वर्तते जले वर्तते अन्येषु द्रव्येषु गुरुत्वं नास्ति जले अपि अस्ति वा अस्तु चिन्तितवती पृथिव्यां न जले अपि अस्ति इति अतः तत्र पृथिव्याम् अस्ति जले अस्ति अन्येषु द्रव्येषु गुरुत्वं नास्ति नास्ति नास्ति अत्र वृत्ति इति लघु इकारः अपि तत्र विसर्गः नास्ति, यतोहि विशेषणम् अस्ति गुरुत्वम् अपि, गुरुत्वं नपुंसकलिङ्गपदम् अतः वृत्ति इति तत्र एतादृशं रूपं भवति अत्र. अस्तु अस्तु महोदय. अग्रे इदानीं पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते, इत्युक्ते तत्र पृथ्वी इति द्रव्यमस्ति, जलम् इति द्रव्यमस्ति, तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति. द्रव्यस्य संयोगः भवति. अस्तु, पतनं क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति. अतः ये पतनं तत्र अधोदेशस्य संयोगं कारयति. हा, तत्र इत्युक्ते पतनक्रिया, पतन इति क्रियाविशेषः कारणं भवति. हा, नूतन अधोदेशस्य संयोगः संयोगं कारयति, तस्य कारणं कारयति. आम्, कारयति पतनक्रिया. अत एव अधोदेशसंयोगजनकः व्यापारः एषः संयोगः यत् कारयति, अधोदेशसंयोगजनकः व्यापारः तर्हि तत्र क्रियाविशेषः इति एव चिन्तयामि, पतनक्रिया इति. आम्, सत्यं, पतनम् इत्युक्ते क्रिया, अतः एव क्रिया. तर्हि तत्र तदेव अधोदेशसंयोगजनकः व्यापारः भवति खलु महोदय, पतनम्. अस्तु, पतनम् इति अधोदेशसंयोगजनकः अस्ति, व्यापारः अस्ति, अस्ति पतनम् इति. तस्य स्वरूपम् उच्यते. इदानीं तस्य स्वरूपम् अग्रे उच्यते इति अस्ति. अस्तु, समीचीनं भगिनि. अग्रे अन्या कापि कुर्यात्. धन्यवादः. अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे तर्हि उषा भगिनी अग्रे. तर्हि एतावत् तत्र किं उक्तं तदनन्तरम् अग्रे. अस्य तत्र अस्य असमवायिकारणं गुरुत्वं. तत्र एतत् उदाहरणं, कन्दुकः कश्चित् स्वीकृतः उत्क्षिप्तः च. उपरि गमने आदौ तस्य वेगः अधिकः भवति, शनैः शनैः उपरत वेगः क्वचित् अन्तराले निश्चलः भवति. अस्तु, ततः तस्य अधोदेशसंयोगजनिका जनिकाक्रिया पतनम् आरभ्यते. अस्तु, अस्य असमवायिकारणं गुरुत्वं, पतनदेश अधोदेशस्य संयोगः. तस्य कारणम् असमवायि न क्षम्यतां भगिनि, नाम अधोदेशसंयोगजनकः अस्ति पतनं. पतनस्य असमवायिकारणं गुरुत्वं. नाम आद्यपतन असमवायिकारणं गुरुत्वम्. आद्यपतन असमवायिकारणं. तर्हि पतनस्य असमवायिकारणं. पतनस्य असमवायिकारणम् अस्तु. तत्र एतत् उदाहरणं, कन्दुकः कश्चित् स्वीकृतः उत्क्षिप्तः च. बालकः कन्दुकं स्वीकृत्य उत्क्षिप्तवान्. नाम इदानीं कन्दुकः उपरि गच्छति वा अधोभागे गच्छति? उपरि गच्छति. उपरि गमने आदौ तस्य वेगः अधिकः भवति. कन्दुकस्य वेगः अधिकः अधिकः भवति. शनैः शनैः उपरतवेगः कच्चित् अन्तराले निश्चलः भवति. वेगस्य वेगम् अधिकं नास्ति, शनैः उपरतवेगः उपरतवेगः स्लो भवति, शनैः नूनं भवति, शनैः उपरतवेगः नाम शनैः शनैः न्यूनी न्यूनी भवति. अन्तराले क्वचित् अन्तराले पर्टिक्युलर् स्पाट् निश्चलः भवति नाम कश्चित् अनन्तरं किञ्चित् अनन्तरं जीरो निश्चलः भवति. तत्र उपरि तत्र कन्दुकः उपरि गच्छन् अस्ति किन्तु वेगः न्यूनं न्यूनं न्यून न्यूनः भवति भवति. तदनन्तरं तत्र वेगः एव नास्ति, वेगः एव नास्ति तस्मिन् समये. तत्र निश्चलः भवति एकक्षणं, तत्र कन्दुकः निश्चलः भवति, निश्चलः भवति. अनन्तरं ततः अनन्तरं तदा अनन्तरं तस्य अधोदेश संयोगजनिका क्रिया पतनम् आरभ्यते. अनन्तरमेव पतनम् आरभ्यते. पतनम् इत्यस्य कृते वयं वदामः अधोदेश संयोग संयोगम् इति. तत् जनिक तत् आरभ्यते इत्यनेन जनिका क्रिया पतनम् आरभ्यते. तर्हि तत्र चित्रं भवति चेत् तत्र कन्दुकः अस्ति, तत् उपरि गच्छति, एकक्षणं तत्र तिष्ठति निश्चलः, तदनन्तरं अधोगमनं पतनं. तर्हि पतनम् अत्र पतनं नास्ति, अत्र एव तत्र निश्चलः अस्ति, तदनन्तरं या क्रिया भवति तदेव पतनम्. चित्रं न समीचीनं, तत्र साक्षात् उपरि गमनं तथा निश्चलः भवति वा? एतादृशं क्षिपामः तथा तदा निश्चलः न भवति उपरि? न न भगिनी, तत्र निश्चलः इति नाम एकक्षणं निश्चलः भवति. चित्रं रचितं, तस्मिन् चित्रे दोषः वर्तते इति वदामि. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु भवती भवती चिन्तयति एतादृशं नाम हारिज़ोन्टल् मोशन् अस्ति इति वदति. अस्तु कोणं स्वीकृत्य निश्चल न भवति. अस्तु अस्तु उपरि उपरि गमनम् अस्तु, तर्हि अधोगमनम् अस्तु. किन्तु तत्र क्रिकेट् क्रीडायां न भवति वा? भवति भगिनि, नाम तत्र रणनी भगिन्याः तत्र किं न तत्र उपरि एव गमनम् इति अस्ति वा इति मम प्रश्नः. तत्र हरि तत्र वर्ड् किं न न भगिनि नाम न न अत्रापि पतनमस्ति नाम भगिनि शोभगिनि अत्रापि पतनमस्ति, अत्रापि पतनमस्ति, किन्तु अहं उक्तवान् एकक्षणं निश्चलः भवति इति कन्दुकः. अस्तु खलु, तर्हि किं भवति अत्र तत्र वर्टिकल् मोशन् नास्ति एकक्षणं, किन्तु हरिज़ोण्टल् मोशन् अस्ति, अतः निश्चलः इति न वक्तुं शक्नुमः इति तस्याः इच्छा ब्रह्मणि भगिन्यः. किन्तु यदि साक्षात् उपरि एव यदि उत्क्षेपणं भवति तदा केवलं वर्टिकल् मोशन् एव अस्ति, तत्र निश्चलः भवति, पुनः पतनं भवति. अस्तु अतः अतः यत् उपरि उपरितनस्थाने तस्मिन् एकक्षणे अत्र निश्चलः भवति, यतोहि तत्र मोशन् इति हारिज़ोण्टल् अपि भवितुमर्हति, वर्टिकल् अपि भवितुमर्हति खलु, वेलासिटि तत्र हारिज़ोण्टल् एण्ड् वर्टिकल् अस्ति. अत्र हारिज़ोण्टल् अस्ति एव, केवलं वर्टिकल् इति तत् तत्र शून्यम् अभवत् तावदेव. अतः एतत् चित्रं समीचीनं नास्ति इति सः उक्तवती, सा एतत् चित्रम् अङ्गीकरोति इति मन्ये खलु भगिनि आचार्य. नाम तत्र वेलासिटि इति वेक्टर् अस्ति, यतः तत्र केवलम् एतादृशं कुर्मश्चेत् तत्र स्थगितः न भवति, किन्तु एकस्मिन् क्षणे तस्य अधोगमनम् आरप्स्यते खलु. आमामां सत्यं सत्यं, तत्र प्रायशः तत्र वेगस्य किञ्चित् परिवर्तनं भवति. नाम तत्र सत्यमेव भगिनि, अत्रापि यत्र उपरितन स्थलमस्ति तत् प्राप्तं चेत् तस्य अनन्तरं पतनमेव, तदेव अस्ति, तदेव अस्ति भगिनि, सत्यं सत्यं. किन्तु अहम् एतद् वाक्यम् उक्तवान् उपरितवेगः द्वितीयचित्रे दक्षिणदिशि यत् चित्रं वर्तते तत्र उपरितवेगः इति वक्तुं न शक्नुमः, वेगः तु भवति एव सर्वदा भवति एव, सत्यं सत्यम्. अतः एतत् चित्रं मास्तु त्यजामः, केवलं यत् साक्षात् उक्तम् उत्क्षिप्तश्च इति, अतः उपरि क्षमतां हा उपरि गच्छति अपि तस्य अनन्तरं तत्र उपरि गच्छति अपि एतत् स्थानं प्राप्नोति तस्मिन् एकक्षणे तत्र निश्चयः भवति, इतः ततः अपि न गच्छति, उपरि न गच्छति, एकक्षणं वेगः शून्यः शून्यमस्ति, तदनन्तरम् अधोगमनं, तदेव पतन अपि तत्र अपि पतनस्य असमवायिकारणमस्ति गुरुत्वम् नाम इति अस्ति. अस्तु, अतः एतावत् पतनं किम् इति एतावत् उक्तम्. अस्तु, अतः पतनम् इति अधोदेशसंयोगजनिका क्रिया, पतनम् एव अधोदेशसंयोगः नाम अस्मिन् देशे आसीत् किन्तु किञ्चित् अनन्तरम् अत्र अस्ति, अतः वयं जानीमः नाम देशः इति तस्य देश इत्युक्ते आकाशस्य एकः भागः नाम विशेषणं तत्र उपाधिः इति, अतः अत्र संयोगः एतेन देशेन संयोगः आसीत्, इदानीम् एतेन देशेन संयोगः अस्ति नूतनदेशेन, अतः अधोदेशसंयोग तस्य जनिका अस्ति क्रिया, सा क्रियाव पतनम् इति. अस्तु समीचीनम्. अस्तु अग्रे नीता भगिनी, इदानीं तत्र केन जाता इयं क्रिया इति? केन जाता इयं क्रिया? गुरुत्वेन. गुरुत्वभार इति लोके प्रसिद्धम्. तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते. गुरुत्वं पतनक्रियां प्रति असमवायिकारणं भवति. गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति. गुरुत्वं गुणः, पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितिः प्रसिद्ध एव. प्रसिद्धा एव. अधुना केन जाता इयं क्रिया? अधुना तत् पतनक्रियायाः विषये पूर्वस्मिन् परिच्छेदे तत् पतनक्रिया पतनक्रिया तत् पतनम् इति अधोदेशसंयोगजनकः व्यापारः, तत् अधोदेशसंयोगजनिका क्रिया इति पतनम्, संयोगजनिता क्रिया इति पतनम्. तत् एषा क्रिया केन जाता इत्युक्ते कस्मात् कारणात् एवं भवति, केन, कस्य सहाय्येन एषा क्रिया जाता? तत् उत्तरं क्रियायाः कारणं किम् इति. पतनस्य कारणं किम्? आम्, पतनक्रियायाः कारणमस्ति गुरुत्वं. तत् गुरुत्वेन क्रिया जाता. तत् लोके गुरुत्वं भार इति अनेन शब्देन तत् प्रसिद्धमस्ति भार. तेन गुरुत्व इत्युक्ते तत्र गुरुत्वम् इति आङ्ग्लभाषायां तत् ग्राविटि इति वदामः चेत् भार इति वेट् इति, भार इत्युक्ते वेट् इति. तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते. गुरुत्व अस्ति अतः तत् पतनक्रिया उत्पद्यते इत्युक्ते गुरुत्वम् इति कारणं भवति पतनक्रियायाः. तेन गुरुत्वेन पतनक्रिया उत्पद्यते. अधुना गुरुत्वं पतनक्रियां प्रति असमवायिकारणं भवति. तत् गुरुत्वमिति द्रव्यं नास्ति, गुरुत्वमिति गुणः अस्ति, अतः तत्र असमवायि एव कारणं भवति. नाम नाम असमवायीकरणम् एव भवति इति तत्र तत् वक्तुं शक्नुमः वा अथवा समवायीकरणं तु नास्ति खलु यतोहि गुणः अस्ति गुरुत्वं समवायीकरणं नास्ति यतोहि तद् द्रव्यं नास्ति गुणः अस्ति द्रव्यं नास्ति हा गुणः अस्ति समीचीनं किन्तु असमवायीकरणं भवितुम् अर्हति अथवा अन्यत् कारणम् असमवायीकारणं भवितुमर्हति अन्यत् कारणं नाम तत्र कारणस्य त्रैविध्यं वयं दृष्टवन्तः समवायीकारणम् असमवायीकारणं नो चेत् निमित्तकारणं निमित्तकारणम् अन्यत् सर्वं निमित्तकारणं तत्र समवायीकारणं कति सन्ति नाम तत्र घटस्य समवायीकारणमस्ति घटस्य समवायीकारणमस्ति रूपस्य न न घटस्य घटस्य समवायीकारणं कपाल अवयवः घटस्य कपालः उत्तमं हा घटस्य समवायीकारणं कपालः एकः एव कपालः अतः एकमेव समवायीकारणं यस्मिन् द्रव्ये अस्ति तदेव समवायीकारणं नाम अवयवी अवयवाः एव तत्र समवायीकारणानि अपि असमवायीकारणमपि एकमेव अस्ति तदनन्तरं तत्र सर्वं तत्र असमवायीकारणं तत्र एकं प्रायशः तत्र तत्र प्रायशः दोषः अस्ति किन्तु समवायीकारणम् एकमेव अस्ति असमवायीकारणम् इति अस्ति तदनन्तरम् अन्यानि सर्वाणि कारणानि तत्र निमित्तकारणानि निमित्तकारणानि इति वदामः असमवायीकारणं कुत्र वर्तते कस्मिन् वर्तते समवायीकारणे वर्तते असमवायीकारणं समवायीकारणे वर्तते इति दृष्टवन्तः अग्रे अपि द्रक्ष्यामः अस्तु इदानीम् आचार्य अत्र गुरुत्वं तु असमवायीकारणमस्ति पतनक्रियायाः परन्तु किं समवायीकारणं तु सम्यक् साक्षात् कन्दुकमेव किल सत्यं सत्यं क्रिया कन्दुके वर्तते क्रिया क्रियावतोः समवायीकारणत्वम् अस्ति किल उत्तमं भगिनि तथैव अस्ति तर्हि उत्तमं तर्हि अत्र कन्दुकः कन्दुकः यः अस्ति अस्मिन् कन्दुके तत्र क्रिया अपि पतनक्रिया अपि अस्ति पतनक्रिया अपि अस्ति अपि तस्मिन् एव कन्दुके तत्र गुरुत्वमपि अस्ति अपि एतद् गुरुत्वं पतनक्रियायाः कारणमस्ति समीचीनं भगिनि तथैव अस्ति गुरुत्वमिति गुणः अतः गुणः गुरुत्वमपि कन्दुके समवायेन अस्ति क्रिया अपि कन्दुके समवायसम्बन्धेन अस्ति अग्रे नीता भगिनि अग्रे तर्हि गुरुत्वं हि गुरुत्वं पतनक्रियां प्रति असमवायीकारणं भवति गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति गुरुत्वं हि समवायेन फले स्थित्वा इत्युक्ते तत्र कन्दुकेन फलम् इति फलं पतति नाम वृक्षे कस्मिंश्चित् क्षणे तत् पतति अतः गुरुत्वं समवायेन फले अस्ति फले स्थित्वा समवायेन पतनक्रियां जनयति इत्युक्ते गुरुत्वम् एव समवायेन पतनक्रियां जनयति इत्युक्ते यत् फलं वयं पश्यामः चेत् फले गुरुत्वमपि अस्ति फले क्रिया अपि अस्ति तत् गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति इत्युक्ते अत्र गुरुत्व समवायेन पतनं जनयति तत्र गुरुत्व द्वयोः मध्ये सम्बन्धः नाम अस्तु अस्तु तत्र किञ्चित् सोपानेन गच्छामः तर्हि गुरुत्वं हि समवायेन फले स्थित्वा इत्युक्ते गुरुत्वं फले समवाये समवायेन इत्युक्ते सम्बन्धः अस्ति समवायसम्बन्धः समवायसम्बन्धेन गुरुत्वं फले तिष्ठति तिष्ठति समीचीनम् इदानीम् अतः तत्र समवायेन गुरुत्वं हि समवायेन फले स्थित्वा इति तावत् उक्तवन्तः इदानीं समवायेन पतनक्रियां जनयति नाम गुरुत्वं कारणमस्ति पतनक्रियायाः खलु किन्तु समवायेन इति उक्तं तर्हि समवायेन इत्युक्ते किम् तत्र गुरुत्वं क्रियायां समवायेन नास्ति खलु यतोहि गुरुत्वं फले एव अस्ति समवायेन गुरुत्वं फले समवायेन तथैव क्रिया अपि तत् क्रिया क्रियावतौ तत् क्रियापि कन्दुकसमवायेन तिष्ठति अतः तत्र किं समवायेन पतनक्रियां जनयति इत्युक्ते तत्र गुरुत्वम् इति कारणमपि समवायेन अधिकरणे अस्ति कार्यमपि समवायेन एव अधिकरणे अस्ति वयं जानीमः कार्यकारणयोः समान सम्बन्धद्वयं वर्तते समान गुणगुणिनोः एकमस्ति गुणगुणिनोः अन्य अस्ति क्रियाक्रियावतोः इति अतः गुरुत्वम् इति कारणमपि समवायः अस्ति कार्यं यत् पतनक्रिया अस्ति तदपि समवायसम्बन्धेन एव अधिकरणे अस्ति अतः गुरुत्वं हि समवायेन फलित्वा समवायेन पतनक्रियां जनयति इति इत्युक्ते तत्र समीचीनं वा गुरुत्वं समवायेन फले तिष्ठति तथैव अतः गुरुत्वमिति गुणः तत् समवायेन फले तिष्ठति क्रियाक्रियावतौ सम्बन्ध अतः क्रिया अपि समवायेन फले तिष्ठति अधुना गुरुत्वं समवायेन पतनक्रियां जनयति इत्युक्ते कारणमपि कारणम् अधिकरणे समवायसम्बन्धेन अस्ति कार्यम् अपि समवायसम्बन्धेन अस्ति प्रथमसमवायेन एतत् वदति कारणस्य सम्बन्धः नाम कारणम् अधिकरणे समवायसम्बन्धेन अस्ति एतत् पदं समवायेन वदति कार्यमपि समवायसम्बन्धेन अधिकरणे अस्ति अस्तु अस्तु अतः द्विवारम् उक्तं यतोहि कारणमपि अधिकरणे कार्यमपि अधिकरणे अतः सम्बन्धद्वयम् अस्तु अस्तु गुरुत्वं गुणः पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितिः प्रसिद्धा एव गुरुत्वं गुणः पतनम् इति क्रिया अधुना गुणक्रिययोः द्रव्ये समवायेन स्थितिः प्रसिद्धा इत्युक्ते गुणस्य अधिकरणं द्रव्यं तथैव क्रियायाः अधिकरणमपि द्रव्यं गुणक्रिययोः द्रव्ये द्वयोः तत्र गुणः अपि समवायेन द्रव्ये क्रिया अपि समवायेन द्रव्ये एषा स्थितिः प्रसिद्धा एव इति वयं बहुवारं दृष्टवन्तः गुणः द्रव्ये समवायेन अस्ति क्रिया अपि द्रव्ये समवायेन वर्तते इति वयं दृष्टवन्तः बहुवारम् अतः प्रसिद्धा एषा स्थितिः प्रसिद्धा एव खलु नाम परिचिता स्थितिः अस्ति एषा अस्तु इदानीं अग्रे सरामः तर्हि अग्रे तत्र मृलन्दी भगिनी मृणालिनी भगिनी अग्रे ओ अहं मौने आसम् तत्रायम् अपरो विशेषः कन्दुकस्य उत्क्षिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनमारभ्यते इति प्रागुक्तं तत्र आरभ्यते इति उक्तं न तु पतनं भवति इति. तत् कुतः? यथा घटोत्पत्तिविचारे कपाले एकस्यैव घटस्योत्पत्तिर्भवति, तथा प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते. अनेकानि हि क्रमिकानि पतनानि कन्दुके उत्पद्यन्ते. तत्र आद्यक्षणे पतनक्रिया तया यस्मिन् आकाशदेशे कन्दुकः, ततः विभागः तद्देशाकाशकन्दुकसंयोगनाशः देशान्तरावच्छिन्नाकाशकन्दुकसंयोगान्तरोत्पत्तिः पतननाशः पतनान्तरोत्पत्तिः इत्यादिक्रमेण पतनपरम्परा कन्दुके भवति. परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते. तत्र वेगाख्यः संस्कारविशेषः कारणं भवति. अग्रिमपृष्ठे तत्र अयम् अपरो विशेषः. कन्दुकस्य उत्सिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनमारभ्यते इति प्राग् उक्तं. पूर्वं वयं दृष्टवन्तः कन्दुकः उत्सिप्तः वर्तते, अनन्तरं तत्र शनैः अपरतवेगः भवति, उपरतवेगः, अनन्तरं क्वचित् अन्तराले निश्चलो भवति. तर्हि उत्क्षिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनम् आरभ्यते इति प्रागुक्तम्. तत्र निश्चलस्य कन्दुकस्य आम् तत्र आरभ्यते इति उक्तं, न तु पतनं भवति इति. पतनम् आरभ्यते इति उक्तं, पतनं भवति इति न उक्तम्. तत्र लघु, तत्र लघु इति मन्ये खलु, लघुभेदः आरभ्य, किन्तु किमर्थम् इति अग्रे उच्यते. तत् कुतः? यथा घटोत्पत्तिविचारे कपाले एकस्यैव घटोत्पत्तिर्भवति, तथा प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते. किम् अत्र किम् उक्तं न अवगम्यते. उत्पत्तिविचारे कपाले एकस्यैव घटस्य उत्पत्ति भवति. भवति, अस्तु. इदानीं तत्र तत्र तत्र अनेकानि पतनानि भवन्ति इति. पतनस्य कथनम् अस्तु. तर्हि सः विशेषः अस्ति, नाम पतनविषये कोऽपि विशेषः अस्ति. विशेषः कः इत्युक्ते, नाम तत्र घटोत्पत्तिविचारे कपाले एकस्यैव घटस्य उत्पत्तिः, नाम तत्र घटस्य उत्पत्ति भवति इति चिन्तयामश्चेत् तत्र केषां तत्र घटस्य उत्पत्तिविषये एव चिन्तनं कुर्मः इति वा? न न, नाम घटः इदानीं घटः इच्छामः, घटम् इच्छामः, घटः इदानीं नास्ति, घटः निर्मातुम् इच्छामः. तर्हि तत्र तत्र किं किम् आवश्यकं? तत्र कपालः आवश्यकं, तत्र जलं, कुलालः, दण्डः, चक्रः, एतत् सर्वं खलु. तर्हि घटसामग्री नाम पदार्थस्य सामग्री, सामग्री नाम कारणसमूहः, नाम यानि कारणानि अपेक्षितानि तेषां समूहः सामग्री इति वदामः. इदानीं तत्र घटस्य सामग्री अस्ति, कपालः अस्ति, कुलालः अस्ति, जलमस्ति, दण्डः अस्ति, चक्रः अस्ति, सर्वमस्ति. इदानीं घटः अभवत्, घटस्य निर्माणम् अभवत् खलु. किन्तु इदानीमपि जलमस्ति, कपालः अस्ति, कुलालः अस्ति, दण्डः अस्ति, सर्वमस्ति, किन्तु एकः एव घटः पुनः घटस्य निर्माणं न भवति खलु. एकवारमेव घटस्य निर्माणं भवति, तस्य अनन्तरं नूतन सर्वे सर्वाणि करणीय सन्ति, किन्तु पुनः तत्र घटस्य निर्माणं न भवति. अतः एकघटस्य एकस्य एव उत्पत्तिः भवति, किन्तु यथा भवति तथा प्रकृते कन्दुके एकमेव पतनं न उत्पद्यते. नाम पतनम् इति नाम वयं चिन्त्यं पूर्वं वयं चिन्तितवन्तः. नाम पतनम् इत्युक्ते यथा अहं चित्रे दृष्टवान् नाम दर्शितवान् पतनं नाम एतत् सर्वम् एकं पतनम् इति अधोभागः. इदानीं वयं किं वदामः, अत्र अस्ति अस्मिन् स्थले एव तत्र निश्चलः अस्ति कन्दुकः, तत्र किञ्चित् अधो गच्छति प्रथमक्षणे, तदेव आद्यपतनम्. तस्य अनन्तरम् अत्र अस्ति नाम प्रथमे आदौ अत्र अस्ति, एकक्षणानन्तरम् अत्र अस्ति इति चिन्तयामः, क्षणानन्तरम् अत्र अस्ति इति चिन्तयामः इति अत्र किम् उक्तम् इत्युक्ते एतदपि पतनम्, अत्रापि पतनं, तत्रापि पतनम्, अतः पतनस्य आवलिः अनेकानि पतनानि सन्ति. कालकृतपतनभेदः वर्तते अत्र. हा इति इति हा अस्तु समीचीनम्. इदानीं तत्र अत्र प्रक्रिया का इति अत्र उक्तम् अस्तु. तर्हि प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते, अनेक अनेकानि हि क्रमिकानि पतनानि कन्दुके उत्पद्यन्ते यथा दर्शितवान्. तत् नाम क्रमेण क्रमेण क्रमिकानि नाम क्रमेण पतनानि उत्पद्यन्ते. अस्तु अग्रे तर्हि समीचीनं भगिनि. अग्रे तत्र चन्द्रमति भगिनि इदानीं तत्र एतावत् किम् उक्तं तत्र पतनम् एकं वा अथवा अनेक आद्यपतनं नाम किमस्ति? आरम्भे नाम उपरि उपरि गच्छति कन्दुकः, एकक्षणं निश्चल तिष्ठति, तस्य साक्षात् अनन्तरं यत् एकक्षणम् अधोभागे गच्छति तदस्ति आद्यपतनम्. इदानीम् अग्रे अनेकानि क्रमिकाणि पतनानि कन्दुके उत्पद्यन्ते, तत्र आद्यक्षणे पतनक्रिया तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः. आदिक्षणे प्रथमम् उपरि गच्छति, अनन्तरं पतनक्रिया आरम्भं करोति. प्रथमक्षणे पतनक्रिया, अनन्तरम् आकाशदेशे तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः. नाम एतत् चिन्तयामः तत्र आद्यक्षणे आदौ अत्र अस्ति कन्दुकः, एकक्षणानन्तरं कन्दुकः अत्र अस्ति. नाम एषा सङ्ख्या एकः इति समयस्य समयं सूचयति. आरम्भे कन्दुकः अत्र आसीत्, एकक्षणानन्तरं कन्दुकः अधोभागे अत्र अस्ति. कुत्र अस्ति? तदेव यस्मिन् आकाशदेशे कन्दुकः यत्र अस्ति. इदानीं कन्दुकः कुत्र आसीत्? अत्र आसीत् खलु. अनन्तरं ततः विभागः इत्युक्ते अधः पतति एकं, तदेव विभाग पतनम् इति नास्ति. नाम विभागः इत्युक्ते किमस्ति? अत्र कन्दुकः अत्र अस्ति इत्युक्ते अत्र चिन्तयतु, तत्र उदाहरणार्थम् उदाहरणार्थम् एतत् चिन्तयामः तत्र तत्र नाम किमस्ति तत्र एकत्र अस्ति अनन्तरान्यत्र तादृशविभागः वा नाम नाम हा भगिनि तत्र भित्तिः अस्ति इति चिन्तयतु अस्तु भित्तिः अस्ति इति चिन्तयतु भित्ति नाम वाल् खलु अतः तत्र किम् अस्ति कन्दुकस्य अपि तत्र भित्तिः या अस्ति तयोः मध्ये अत्र संयोगः वर्तते खलु इदानीं तत्र किम् अभवत् तत्र विभागः भवति खलु तर्हि प्रथमतया विभागः तदनन्तरं तद्देश आकाश कन्दुकसंयोग संयोगनाशः तद्देश आकाशस्य कन्दुक कन्दुकेन सह संयोगः अत्र नाशः भवति अन्यत्र आगच्छति अतः आगच्छति अत्र अत्र किन्तु तत्र एकः अंशः स्मर्तव्यः नाम तत्र किमर्थम् उक्तं नाम प्रथमतः प्रथमतया विभागः तदनन्तरं संयोगनाशः इति प्रथमं विभागः अनन्तरं संयोगः अनन्तरं तस्य नाशः न अनन्तरं संयोगनाशः इति उक्तं विभागः विभागेन एव संयोगस्य नाशः भवति विभागः एव संयोगनाशकः खलु प्रथमतः विभागः भवेत् तदनन्तरमेव तस्य संयोगस्य नाशः भवति अतः आरम्भे अत्र संयोगः अस्ति आकाशदेशे इति अनुक्त्वा तत्र भित्तिः इति स्वीकरोतु समानमेव अतः किन्तु भित्तिः इति वदामश्चेत् संयोगः इति तस्य चित्रम् अस्माकं मनसि भवति अतः अतः अत्र संयोगः अस्ति किन्तु प्रथमतया विभागः भवति तदनन्तरं संयोगः नश्यति तत्र विभागः संयोगस्य नाशः अनन्तरम् अन्यत्र आगच्छति इदानीं तृतीय इदानीं तृतीयसोपानमस्ति देशान्तर अवच्छिन्न आकाश कन्दुक संयोग संयोगान्तर उत्पत्ति संयोगान्तर संयोगान्तर उत्पत्तिः नाम संयोगान्तर नाम अन्यत् पूर्वम् एकं संयोगम् नूतन नूतनसंयोगस्य नूतनसंयोगस्य उत्पत्तिः देशान्तरः देशान्तरः नूतनदेशः नूतनसंयोगः नूतनान्तर अवच्छिन्न अवच्छिन्न नाम अस्मिन् देशे आसीत् इदानीं नूतनदेशे नूतने देशे अस्ति अवच्छिन्न नाम सीमितः सीमितः अस्ति अतः नूतनदेशे अवच्छिन्न नूतनदेश देशेन अवच्छिन्न तादृशं पदननाशः पदन उत्पत्तिः अपि भवति पदननाशः न एकमेकमेकमेकं गच्छामः अत्र संयोग उत्पत्तिः नूतन आकाशेन सह संयोगः संयोगस्य उत्पत्तिः अग्रे अत्र पूर्वस्य नाशः भवति पूर्वम् एकं संयोगः आसीत् अत्र इदानीं इदानीं अग्रिमसोपानमस्ति पतनस्य नाशः आचार्य क्षम्यतां तत् तृतीयः अंश पुनः एकवारं वदति वा कृपया नाम नाम तत्र आकाशः इति वदामश्चेत् तत्र आकाशेन संयोगः इति चित्रं सम्यक् रीत्या अस्माकं मनसि न भवति खलु नाम आकाशः इति अस्ति किन्तु आकाशेन संयोगः इति किं क्लिष्टः भवति खलु अतः अहं भित्तिः अस्ति अतः अहं भित्तिः अस्ति इति चिन्तयतु इति उक्तवान् नाम भित्तिः अस्ति चेत् कन्दुकः भित्तिः तयोः मध्ये स्पर्शः अस्ति इति चिन्तयतु. तर्हि नाम तत्र भित्तिः अस्ति अपि तत्र स्पर्शः अस्ति कन्दुकस्य कन्दुकः स्पर्शः अस्ति यदा पतति स्पर्शः अस्ति एव भित्त्या सह. अस्तु तदा तत्र अत्र किम् उक्तं प्रथमतया अत्र आरम्भे अत्र अस्ति प्रथमे क्षणे तत्र विभागः भवति अत्र अस्ति अत्र विभागः भवति तदनन्तरं यः संयोगः अत्र आसीत् तस्य नाशः भवति विभागेन विभागः संयोगनाशकः तदनन्तरं विभागः तदनन्तरं संयोगनाशः तदनन्तरं किं भवति नूतनदेशसंयोगस्य उत्पत्तिः नाम इदानीं पतनम् अत्र पतनम् अस्ति तदनन्तरं नूतनदेशे अस्ति अत्र संयोगः अस्ति इदानीं नूतनदेशेन सह अतः अत्र संयोगः अस्ति मध्ये तत्र पतनम् इति आसीत् तत्र उत्पत्ति तत्र देशान्तरं नाम नूतनदेश नूतनस्थलं नूतनसंयोगः संयोगान्तरं तस्य उत्पत्तिः अत्र अत्र मध्ये तत्र पतनम् इति क्रिया यतोहि एषा क्रिया एव तत्र संयोगस्य कारणं वयं दृष्टवन्तः खलु नाम संयोगस्य कारणम् अतः तत्र संयोगस्य कारणं तत्र पतनम् इति आद्यपतनम् अतः तत्र एतत्र संयोगः संयोगस्य उत्पत्तिः भवति तत्र तर्हि अत्र संयोगः आसीत् विभागः भवति एषः संयोगः नश्यति पतनक्रिया भवति नूतनदेशेन सह संयोगः भवति इदानीम् समीचीनं वा अत्र मध्ये तत्र पतनम् अस्ति इति न उक्तं तावदेव अस्तु अग्रे अग्रे किं भवति तत्र ये अत्र ये यत् पतनम् आसीत् तस्य नाशः अस्य पतनस्य नाशः एतत् पतनं केवलं स्थलान्तरं करोति अत्र आसीत् इदानीम् अत्र अस्ति एतत् परिवर्तनमेव तस्य कारणमेव प्रथम आद्यपतनं नूतनपतनस्य उत्पत्तिः पतनान्तर उत्पत्तिः पुनः अत्रापि द्वितीयपतनम् अन्यत् पतनं पुनः तृतीयक्षणे नूतनपतनं पतनं तत् पतनम् इति भवति अतः अग्रे पठतु भगिनि तर्हि इत्यादि परम्परया इत्यादिक्रमेण पतनपरम्परा कन्दुके भवति पतनस्य उत्पत्तिः तादृशपरम्परा पतनपरम्परा परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते परन्तु न गुरुत्वेन उत्पद्यते तत्र नाम वेगः इति किमपि अस्ति तस्य नाम वेगः वेगः एव कारणम् इति वा न गुरुत्वमिति नाम गुरुत्वं द्वितीयपतनस्य कारणं गुरुत्वं नास्ति तृतीयपतनस्य कारणं गुरुत्वं नास्ति तत्र वेगाख्यः नाम वेगाख्यः नाम यस्य नाम वेगः इति अस्ति सः एव वेगाख्यसंस्कारविशेष कारणं संस्कारः इति गुणः अस्ति तेषु संस्कारविशेषः तस्मिन् अन्यतमः अस्ति वेगः इति सः एव कारणं भवति प्रथमपतनस्य कारणं गुरुत्वं किन्तु पतनस्य कारणं वेगाख्यसंस्कारविशेषः समीचीनं भगिनि अतः केवलं प्रथमपतनस्य एव गुरुत्वं कारणं द्वितीयपतनस्य इत्यादिकस्य सर्वस्य संस्कारविशेषः वेगः इति नाम संस्कारविशेषः एव कारणम् अस्ति. अतः एव तत्र एतावत्. अतः इदानीं यदि लक्षणवाक्यं पश्यामः समीचीनं भवति, नाम गुरुत्वम् अस्ति कारणं, कस्य कारणम्? आद्यपतनस्य. आद्यपतनस्य पतनस्य कारणम् इति न उक्तम्, आद्यपतनस्य कारणम् इति उक्तम्. अपि आद्यपतनस्य गुरुत्वं कारणं सदृशं कारणम् असमवायिकारणम् अस्ति, असमवायिकारणम् अस्ति इति उक्तम्. अस्तु, समीचीनम्. तर्हि तत्र कोऽपि प्रश्नः एतावत्? समीचीनं भगिनि, धन्यवादः. कोऽपि प्रश्नः एतावत्? प्रश्नः नास्ति यत् दत्तं तस्मिन् विषये, किन्तु तत्र गुरुत्वं, गुरुत्वस्य किं प्रभावः नास्ति चेत् पतनक्रिया अपि न भवति खलु? आमां भगिनि, अत्र तत्र अतः ते चिन्तयन्ति तत्र आदौ एव तत्र क्रिया, तत्र तस्य प्रभावः अस्ति इति तेषां चिन्तनं. तावदेव. नाम आदौ तत्र गुरुत्वम् इति कारणमस्ति, तदनन्तरं यथा तत् चलन् अस्ति तेनैव अग्रे अपि गच्छति इति. आचार्य, अत्र सम्भ्रमः जायते, कन्दुके विद्यमानगुरुत्वं वा पृथिव्यां वर्तमानः गुरुत्वम् इति? इदानीं यत् उक्तम् आद्यपतन असमवायिकारणं गुरुत्वम्, एतत्तु गुरुत्वं कन्दुके विद्यमानं गुरुत्वं भार. हा अस्तु, समीचीनप्रश्नः. नाम तत्र अहं चिन्तयामि भगिनि, नाम गुरुत्वम् इति तत्र, हा यतोहि गुरुत्वम् इति तत्र पूर्वं दृष्टवन्तः, गुरुत्वं गुणः कन्दुके एव, कन्दुके एव अस्ति, सत्यम् अस्ति, कन्दुके एव अस्ति, सत्यं. तर्हि अहं किं चिन्तयामि, अत्र आद्यपतनं नाम यावत्पर्यन्तं तस्य कन्दुकस्य भारः शून्यं न जायते, यत् वदामः किल यत् किदं किमपि पतति अधः क्षेपणयन्त्रः, तत्र देर् इस् अ टैम् वेन् तत्र भारः न्यूनः भवति, यतोहि अधोगमनगतिः एतावत् अधिका वर्तते यत्र भारस्य गणना न शक्यते. तत्र अस्ति किल स्काय् स्काय् डैविङ्ग् मध्ये, तत्र यदि अधः आगच्छन्ति भारस्य अनुभवः न भवति, आद्यपतनं स्यात् इति. अस्तु भगिनि, तादृशं किमपि स्यात्. अस्तु, अनन्तरं अग्रे द्वितीयपतनं, तृतीयं पतनं तं प्रति भारकारणं न भवति, केवलं तत्र वेगाख्य किमपि विशेषः भवति. विशेषः अस्ति. अस्तु, समीचीनं भगिनि. अन्यप्रश्नः, असमवायिकारणम् इति प्रश्नः आसीत्, आद्यपतनस्य असमवायिकारणम्. सो अत्र किमर्थम् असमवायि उक्तम्? तत्र समवायिकारणं न भवितुम्, समवायिकारणं न भवितुम् अर्हति खलु. समवायिकारणं सर्वदा द्रव्यं, समवायिकारणं सर्वदा आश्रयः, द्रव्यमेव. नाम यस्मिन् नाम तत्र वयं दृष्टवन्तः, नाम तादात्म्येन कपालः तादात्म्येन स्वस्मिन् स्थित्वा समवायेन घटं जनयति, तदेव समवायिकारणस्य लक्षणं खलु. पूर्वं दृष्टवन्तः. अतः द्रव्यमेव समवायिकारणं, किन्तु असमवायिकारणम् इति किमर्थम् इति, अतः तत्रापि तत्र समवायिकारणस्य लक्षणं द्रष्टव्यम्. अग्रे तदेव वयं कुर्मः. तर्हि उत्तमप्रश्नः. अर्थात् असमवायिकारणं नाम पञ्च कारणेषु न वर्तते इति वा? गुणगुणिनोः क्रियाक्रियावतोः कारणस्य त्रैविध्यमेव, न कारणस्य त्रैविध्यमेव, समवायिकारणम्, असमवायिकारणं, निमित्तकारणं, तावदेव. तर्हि समवायिकारणं नास्ति यतोहि पञ्चकारणेषु न अस्ति इति, अस्माकं यत् अस्ति किल क्रियाक्रियावतोः गुणगुणिनः, न तादृशं नास्ति. नाम न समवायिकारणं नाम तत्र अधिकरणं भवेत् यस्मिन् नाम तत्र यस्मिन् तत्र पतनं नाम पतनस्य समवायिकारणं किमस्ति इत्युक्ते, यस्मिन् पदार्थे पतनक्रिया समवायसम्बन्धेन वर्तते तदेव समवायिकारणम् अतः पतनक्रिया तत्र गुरुत्वे समवायसम्बन्धेन वर्तते वा पतनक्रिया कन्दुके वर्तते अतः कन्दुके एव अस्ति कन्दुके अतः कन्दुके समवायसम्बन्धेन अस्ति अतः कन्दुकः एव समवायिकारणं पतनक्रियायाः अतः कन्दुकः समवायिकारणं किन्तु तत्र गुरुत्वम् अपि अत्र पतनस्य कारणमस्ति अतः गुरुत्वं कीदृशं कारणम् इति प्रश्नः उदेति तर्हि इदानीं तत् गुरुत्वम् असमवायिकारणं भवेत् अथवा निमित्तकारणं भवेत् इदानीं प्रदर्शनीयमस्ति एतत् निमित्तकारणं न असमवायिकारणम् एव अस्ति इति तर्हि असमवायिकारणस्य लक्षणम् अत्र सङ्गच्छते इति द्रष्टव्यमस्ति प्रदर्शनीयमस्ति यतः पूर्वं किञ्चित् सम्भ्रमः जातः गुरुत्वम् इति गुणः अतः तत् समवायेन कन्दुके वर्तते तत्र केचन अंशाः उक्ताः किन्तु पुनस्मरणं कुर्मः तर्हि तदनन्तरं तत्र अहं चिन्तयामि अत्र टु टैप्स् आफ् गुरुत्वम् इति मनसि आगच्छति मनसि पृथ्वी जनितं गुरुत्वं तथा स्वकन्दुकस्य गुरुत्वम् अत्र प्रायशः पृथ्वीजनकगुरुत्वं यत् कन्दुके अस्ति इति चिन्तनम् इति मन्ये किन्तु पृथ्वी एव एतद् गुरुत्वम् अस्ति अस्तु तर्हि तत्र गुरुत्वजनन अस्तु तर्हि एतत् एतं परिच्छेदं पठामः तदनन्तरं तत्र अग्रिमे प्राश अग्रिमे वर्गे तत्र अथवा पश्यामः तर्हि तत्र शोभा भगिनी अग्रे पठति वा इदानीम् अत्र एवं च आं महोदय एवं च आदिमं पतनं गुरुत्वजन्यम् इति नापनाय ग्रन्थकृता आद्यपतनम् इति उक्तम् इदं पतनं गुरुत्व अधिकरणे समवायेन अस्ति इति कार्यता अवच्छेदकसम्बन्धः समवायः इत्थमेव कारणतावच्छेदकसम्बन्ध सम्बन्धांशेपि चिन्त्यम् अतः समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणता गुरुत्वे भवति तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम् अस्तु एवम् आदिमं पतनं गुरुत्वजन्यम् इति ज्ञापनाय ग्रन्थकृता इत्युक्ते तत्र तृतीया तेन इति आद्यपतनम् इति उक्तम् अस्तु इत्युक्ते तत्र गुरुत्वम् एव पतनं जनयति आदिमम् इति आदौ इति अतः आद्यपतनं गुरुत्वम् इति उक्तम् आद्यपतनं गुरुत्वम् इति न आद्यपतनम् क्षम्यताम् आद्यपतनम् इति उक्तं यतोहि आदिमं पतनं गुरुत्वजन्यम् इति गुरुत्वजन्यं तर्हि आदिमपतनम् अपि गुरुत्वजन्यम् इति ज्ञापनाय तत्र आद्यपतनम् इति उक्तम् इदं पतनं गुरुत्वा अधिकरणे इदं पतनं गुरुत्वा इति अधिकरणे अस्ति इत्युक्ते पतनम् इति इदानीं क्रिया अस्ति सा क्रियापि गुणः गुरुत्वम् इति अधिकरणे अस्ति क्रिया इति गुणः नास्ति क्रिया इति कर्म क्रिया इति कर्म क्रिया क्रियावतोः समवायः इति वयं ओ अस्तु तदेव गुणगुणवतोः इति उक्तम् अवयविनोः क्रिया इति क्रियावतोः गुणगुणिनोः अपि तत्र अन्यत् किमपि तत्र अन्यद्वयमस्ति कोऽपि अहं न स्मरामि तत्र कोऽपि स्मरति वा तत्र कुत्र तत्र समवायसम्बन्धः किन्तु तत्र पञ्च पञ्चविध अस्ति किन्तु क्रियाक्रियावतोः व्यक्तिजात्योः अवयव अवयविनोः तथा विशेषनित्यद्रव्ययोरेव. ओ अस्तु अस्तु समीचीनं धन्यवादः भगिनी. अस्तु अतः तत्र क्रिया अपि क्रिया अपि अधिकरणे पतनम् इति क्रिया गुरुत्वाधिकरणे समवायेन वर्तते समवायेन वर्तते. हा इदं गुरुत्वा इति अधिकरणे समवायेन अस्ति इति कार्यता अवच्छेदकसम्बन्धः समवायः. इदानीं कार्यता अवच्छेदकसम्बन्धः समवायः भवति तत्र यतोहि पतनं गुरुत्व इति अधिकरणे अस्ति समवायेन अस्ति इति. तर्हि तत्र पतनम् इति कार्यं कार्यता अवच्छेदक सम्बन्धः समवायः भवति. तर्हि तत्र लघुचित्रं तत्र लेखनीयमस्ति किन्तु अग्रिमे सप्ताहे सर्वं कुर्मः किन्तु एकनिमिषमेव अस्ति अतः कृत्वा. तर्हि तत्र पतनम् इति अस्ति पतनम् इति अधिकरणे अस्ति अधिकरणे कन्दुकम् इति चिन्तयामः कन्दुकः कन्दुके अस्ति अत्र सम्बन्धः अस्ति समवायः खलु. आम् समवायः. इदानीं पतने तत्र पतनं कार्यमस्ति इति कृत्वा तत्र पतने किमस्ति कार्यता अस्ति खलु. कीदृशी कार्यता अस्ति अत्र वयं तत्र पतनत्वम् इति अपि स्वीकर्तुं शक्नुमः नाम यतोहि कार्यता पतने एव अस्ति यथा वयं पूर्वं दृष्टवन्तः खलु चैत्रत्वं. तर्हि तत्र पतननिष्ठ कार्यता इति भवति किन्तु पतनत्वेन अवच्छिन्ना इति नास्ति. तत्र सम्बन्धः अपि अवच्छेदकः भवति इति वयं दृष्टवन्तः नाम केन सम्बन्धेन कार्यम् अधिकरणे अस्ति इति कृत्वा अतः समवायः इति तत्र एव कार्यतायाः अवच्छेदकसम्बन्धः अस्ति समवायः इति समवायः. अतः तर्हि समवायः इति अवच्छेदकः अस्ति कार्यतायाः अतः समवायसम्बन्धावच्छिन्नकार्यता पतने अस्ति तथैव गुरुत्वम् इति अस्ति गुरुत्वम् इति अस्ति गुरुत्वसम्बन्धः समवायः इत्थमेव इत्थमेव कारणता अवच्छेदकसम्बन्धांशेऽपि कारणता अवच्छेदकसम्बन्ध अंशे अपि चिन्त्यम् तत्र गुरुत्वं भवति अथवा कन्दुके गुरुत्वम् अस्ति न कारणं तु गुरुत्वं कन्दुकः कारणं नास्ति गुरुत्वम् इति एव अत्र कारणम् इत्युक्ते तत्र गुरुत्वं कन्दुके अस्ति इति सत्यं सत्यं भगिनि केन सम्बन्धेन अस्ति इति विचारणीयं. तर्हि गुरुत्वं गुणः अस्ति इति कृत्वा अत्रापि समवायः अतः अत्रापि तत्र समवायसम्बन्धावच्छिन्न कारणता गुरुत्वे वर्तते. अपि च गुरुत्वं पुनः समवायसम्बन्धेन कन्दुके अस्ति इति वा महोदय. तर्हि सत्यं भगिनि परम्परया इति प्रायशः भवति तत्र न परम्परया न नाम गुरुत्वं साक्षात् समवायेन कन्दुके अस्ति गुरुत्वं गुणः कारणता इति कारणता कन्दुके अस्ति इति प्रश्नः नास्ति कारणता गुरुत्वे किन्तु कारणतायाः अवच्छेदकः कः इत्युक्ते समवायसम्बन्धः तत्र सम्बन्धः एव तस्य अवच्छेदकः भवति इति. साधारणतया वयं तत्र अन्यत् किमपि नाम तत्र पुस्तके अस्ति इति कृत्वा पुस्तकत्वावच्छिन्ना इति तादृशमपि उक्तवन्तः नाम पुस्तकत्वमेव अवच्छेदकम् इति. किन्तु वयं पूर्वं दृष्टवन्तः सम्बन्धः अपि अवच्छेदकरूपेण स्वीकर्तुं शक्नुमः इति. अतः तत्र तत् चित्रं पूर्वमासीत्, अग्रिमे सप्ताहे अपि पुनः पठामः, किन्तु एतादृशं चित्रं वयं पूर्वं रचितवन्तः. तत् पुनः तत्र अग्रिमे सप्ताहे तत्र प्रदर्शयामि तत्र. तर्हि प्रश्नः अत्र नामकरणे पूर्वं किमर्थम् आद्यपतन पतन असमवायिकारणं गुरुत्वम् उक्तम्? केवलं प्रथमक्षणे यत् पतनं भवति तस्य एव कारणं गुरुत्वम् अस्ति. अग्रिमद्वितीयक्षणात् यत् पतनं भवति तस्य कारणं गुरुत्वं नास्ति. तत्र तत्र संस्कारविशेष वेगः असमवायिकारणं कस्य? आद्यपतनस्य एव असमवायिकारणं गुरुत्वं सत्यं न आद्यपतनस्य असमवायिकारणमेव अत्र उक्तम्. अग्रिमे वर्गे द्रक्ष्यामः. किन्तु पतनस्य तत्र पतनस्य पतनक्रियायाः समवायिकारणमस्ति साक्षात् कन्दुकः. कन्दुकं विना पतनं न भवति. अतः कन्दुकं कारणमस्ति पतनस्य, पतनं प्रति कन्दुकः अस्ति पतनस्य समवायीकारणं. समवायीकारणं कन्दुकः. गुरुत्वमपि कारणम् अस्ति पतनं प्रति. गुरुत्वम् असमवायीकारणम् अस्ति इति उक्तं. तत् कथम् इति अग्रिमे सप्ताहे द्रक्ष्यामि. गुरुत्वम् असमवायीकारणं वा? हा, आद्यपतनस्य. परन्तु अत्र इदानीं यत् परिच्छेदं पठितम् अस्माभिः, तत्र तु आद्यपतनं न दृश्यते कुत्रापि. पतनम् इति एव उक्तं, किन्तु आद्यपतनम् इति एव, यतोहि तत्र आदौ एव उक्तं खलु, प्रथमवाक्यमेव आदिमं पतनं गुरुत्वजन्यम् इति ज्ञापनाय ग्रन्थकृता आद्यपतनम् इति उक्तम्. तेन सत्यम् अत्र आद्यपतनम् उक्तं, परन्तु असमवायशब्दः नास्ति कुत्रापि. एतद् वदामः, अत्र नास्ति, किन्तु लक्षणे अस्ति खलु. ओ ओ, तद् द्रष्टव्यम्. ओ तद् तदेव वदामि, अत्र तु असमवायुक्तं, परन्तु इदानीम् अस्माकं विस्तरवाक्ये तत्र तु असमवायशब्दः एव नास्ति, अतः मनसि अस्तु अस्तु अस्तु अस्तु, इदानीम् अवगच्छामि कः का इति. असमवायिकारणं समवायेन समवायिकारणे अस्ति. अतः यद्यपि नामकरणमस्ति असमवायिकरणं, तत्र समवायः नास्ति इति नास्ति, समवायिकारणं नास्ति, किन्तु समवायेन समवायिकारणे अस्ति इति. अतः किञ्चित् क्लेशजनकः अस्ति, अग्रिमे वर्गे पुनः स्मरणं कुर्मः, स्पष्टं भवति. सरलमेव अस्ति, सरलमेव अस्ति, नामकरणेन तत्र कष्टम् इति मा चिन्तयतु. अस्तु, पुनस्मरणम् अग्रिमे वर्गे कुर्मः. अस्तु महोदय. अस्तु, तत्र उदाहरणम् एतत् सर्वं वयं दृष्टवन्तः, किन्तु अग्रिमे वर्गे कुर्मः. अस्तु, धन्यवादः. अग्रिमे धन्यवादः. नमस्कारः. धन्यवादः महोदय. नमस्कारः.